नमस्कारः. लृट् लकारः इति करपत्रम् अनुवर्तते. तत्र तु अधुना यङन्तधातूनां लृट् लकारस्य रूपसिद्धिः इति परिच्छेदं वयं पठन्तः स्मः. तत्र भगिनी सारांशरूपेण वदति वा, तदनन्तरं वयं तत्र अत्र प्रश्नः उदेति इति आरभ्य पुनः एकवारं पठामः. लिट् लकारस्य यत् यङन्तधातु कृते रूपसिद्धिः अस्ति, तत् प्रथमं वयं यङन्तधातु आप्नुमः, यथा पठ्ययोग यङ् अस्ति, पापठ्ययति अस्ति. तदनन्तरं द्रष्टव्यं यदि य शब्दः अस्ति तस् हल् परे तस् पूर्वं हल् वर्णः अस्ति वा अजन्तवर्णः अस्ति. यदि हल् वर्णः अस्ति तत् यस्य हल् इति सूत्रस्य कार्यं कुर्मः. यदि अजन्तवर्णः अस्ति तत्र अतोलोप इत्यस्य कार्यं भवति. सो इति उदाहरणमस्ति नेनीय नी धातुतः नेनीय इति यत् यङन्तधातु निर्मीयते नेनीययोग इष्यते. सर्वे यङन्तधातव अनेकात् सन्ति. यदि अनेकात् सन्ति तो तत्र इडागमस्य चिन्तनं भवति. स्यति इति झलि अस्ति, अपि वलादि अस्ति, सो तत्र इडागमः भवति. सो इष्यते इति अस्माकं सिद्ध्य रूपं भवति, सिद्ध सिङ् प्रत्यय भवति. सो इष्यते तु नेनीययोग इष्यते. अत्र य शब्दस्य आदौ ईकार अस्ति, ईकार इति अजन्त अस्ति, अतः अतोलोपस्य अनेन यस्य उत्तरं यत् अकार अस्ति तस्य लोपः भवति. तु नेनीय भवति, नेनीययोग इष्यते, नेनीयते इति भवति. यदा यथा भाभृश्य, यदि भाभृश्य इति पश्यामः तत्र य शब्दस्य आदौ शकार यत् अस्ति तालवीयशकार इति हलन्त अस्ति, क्षम्यतां हलन्त नदी हल् वर्णः अस्ति. यदि य शब्दस्य आदौ हल् वर्णः अस्ति तत्र यस्य हल् अनेन अनेन कार्यं भवति. यदि यस्य हल् सूत्रं वदति हल् वर्ण उत्तरस्य हल् वर्णस्य उत्तरस्य य शब्दस्य आर्धधातुकप्रत्यये परे य शब्दस्य लोप भवति. सो हल् यस्य अङ्गस्य लोप आर्धधातुके. सो यदि भाभ्रस्य यदि पश्यामः तत्र य शब्दस्य यदि लोप भवति तु भाभ्रस्यते इति रूपं भवति. सो तदनन्तरं वयं दृष्टवन्तः बहवः चर्चा बहु चर्चा जाताः कि य शब्दस्य लोप भवति तत् पर तस्य अनन्तरं यथा उदाहरणमस्ति निनिज्य इति अस्ति. निनिज्य तत्र य शब्दस्य आदौ जकार अस्ति, जकार इति हल् वर्णः अस्ति, तु निनिज् योग इष्यते इति भवति. सो यदा निनिज् इति भवति इष्यते तु इदानीं निनिज् भवति तत्र उपधायाम् इकारः अस्ति, तु नेनेज् इति भवेत्. किन्तु इति साधुरूपं नास्ति. यदि इति साधुरूपं नास्ति तु किं करणीयं? तु तत्र अच परस्मिन् पूर्वविदो इति सूत्रम् आगत्य तत्र अजादेश करोति. अजादेश अच परस्मिन् पूर्वविदो इति सूत्रं किं भवति? परनिमित्तिकम् अजादेशस्थानिवत् भवति, पूर्वविधौ कर्तव्ये. सो यदि अस्माकम् उदाहरणमस्ति नेनिज्य, तत्र यदि यस्य हल अनेन य शब्दस्य लोप अभवत् तु नेनिज् योग इष्यते इति भवति. सो इदानीम् अच पर्वस्मिन् पूर्वविधौ अनेन यत् अकार अस्ति तत् अजादेश भवति, अजादेश परनिमित्तकं. सो परनिमित्तकं किम् अस्ति? इष्यते इति अर्धधातुकप्रत्ययः. सो इति अजादेश परनिमित्तकं वदामः. किन्तु पूर्वविधो कर्तव्ये इति किम् अस्ति? पुगन्तलघुपदस्य पूर्वविधो कर्तव्ये पुगन्तलघुपदस्य इति अपि निमित्तम् अर्धधातुकप्रत्ययः अस्ति. किन्तु यदि य शब्द यदि लोप भवति अजादेश न भवेत् तु पूर्वविधो कर्तव्ये मीन्स् इति कर्तव्ये इति सूत्रस्य कार्यं भवितुं शक्नोति, किन्तु इति इष्टरूपं नास्ति. अतः यदि अजादेशः आगच्छति तु निज इति मन्यते, यदि निज इति मन्यते तु तत्र उपधायां जकार आगच्छति, तु पुगन्तलघुपदस्य इत्यस्य कार्यं निषिध्यते. सो अच परस्मिन् पूर्वविधौ इति अनेन अजादेशपरनिमित्तिकं स्थानीवद् यदि पूर्वविधौ कर्तव्ये स्थानीवद् भवति तदानीं अच परस्मिन् क्षम्यतां पुगन्तलघुपदस्य इत्यस्य कार्यं निषिध्यते. सो इति अच परस्मिन् पूर्वविधौ निमित्तं पूर्वनिमित्तम् एकम् अस्ति, निमित्तं द्वयं भवति. एकमस्ति अच पर अच आदेश अज आदेश परनिमित्तकं भवेत्, द्वितीयनिमित्तम् अस्ति परस् पूर्वविधौ कर्तव्ये इति अस्ति निमित्तानि अच परस्मिन् पूर्वविधौ. द्वितीयबिन्दुस्मरणम् अस्ति अच परस्मिन् पूर्वविधौ केवलं निषेधार्थं कार्यं करोति न तु विधानार्थम् इति वयं अद्य पठामः, किन्तु निषेधार्थम् अस्ति पुगन्तलघुपदस्य कार्यं निषेधते. यदि वयं उदाहरणं कथ इति चुरादिगण्यधातु इति वयं यदि उदाहरणं स्वीकुर्मः, कथयोग णिच् अस्ति, यदि द णिच् इति परनिमित्तकम् अस्ति आर्धधातुकप्रत्यय तत् अस्ति अतो लोप अनेन अकारस्य लोप भवति, तु कथयोग णिच् अस्ति. तु इदानीं कथयोग णिच् अस्ति तत्र अतोपधायां नित्वात् नित्ति ञति परे अतोपधायां कात् इति काथि इति भवेत्, किन्तु तदपि इष्टरूपं नास्ति. तो इष्टरूपं यदि अपेक्षते तदा अच परस्मिन् पूर्वविदो इत्यस्य कार्यं भवति. तत्र अजादेश परनिमित्तिकं पूर्वविधौ कर्तव्ये इदानीम् अतोपधाया भवति कथ इति धातु कृते, तो कथि इति रूपं भवति. तदनन्तरं शप अनेन कथयति इति रूपं भवति, न तु कथयति इति. तो तत् इति अस्ति. तदनन्तरं इदानीं वयं पठामः. अत्र प्रश्नः आगतः, अन्यः पठति वा? तत्र सूर्यकुमारी भगिनी पठति वा? करपत्रं प्रयत्नं अनन्तरं वा? अनन्तरं पठिष्यति वा? मणिमहोदय पठिष्यति वा? महोदय प्रश्नः आगतः न न अत्र प्रश्न उदेति इति आरभ्य खलु. आगतः इति आरभ्य वा? आमाम् एकनिमिषं पठतु पठतु महोदय, भवान् पठतु. अत्र प्रश्नः आगतः यत् अस्य शब्दे अस्य हलः इत्यनेन यः शब्दस्य लोपानन्तरं यदा पुगन्तलघुपदस्य च इत्यनेन गुणः जायमानः तदा इष्यति इति निमित्तं मत्वा अल्लोपः स्थानिवत् भवति इत्यस्मात् उपधा गुणः यत्र बाधितः तत्र अल्लोपः स्थानिवत् इत्यस्य कथनेन अल्लोपस्य स्थानिवत्त्वम् अकारे एव वा सम्पूर्णशब्द एव शब्दे वा? तत्र मात्रा उच्यते यत् अजः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तक अजादेशः स्थान्यवत् भवति पूर्वविधौ कर्तव्ये. अत्र एव सूत्रार्थे अस्यां परिस्थितौ समस्या जायते, यतोहि यः शब्दस्य लोपः अजादेशः एव नास्ति अधः. यः शब्दस्य लोपः प्रसङ्गः इति चेत् अजः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव नास्ति. अत्र यस्य हलः इत्यनेन यः शब्दस्य लोपः भवति वा अथवा यकारः एव लोपः भवति वा इति प्रश्नः आगच्छति चेत् यकारः यः शब्दस्य पूर्वं यकारः उक्त अकारः लोपः भवति चेत् अत्र कोन्दलपदस्य कारणं भवति स्म. उदाहरणम् अस्ति यदा स्नेनिज्य इति भगिनी अपि उक्तवती तदा अत्र यकारः संयुक्तवर्णः अस्ति लोपः चेत् बुधा इकारः अस्ति अतः नेज् इति पोहन्दलपदस्य कारणेन कार्यं भवति. परन्तु अत्र यदा परनिमित्तकः अजादेशः अस्ति चेत् अकारः अकारः लोपः अनन्तरं यकारः तिष्ठति चेत् पोहन्दलपदस्य बाध्यं. किमर्थं चेत् अत्र अकारः आदेशः परनिमित्तकः अतः पोहन्दलपदस्य तिनेन बाधित्वा परनिमित्तकः अपि पूर्वविधिः अपि पोहन्दलपदस्य कार्यं करोति इति मत्वा अत्र अल्लोपः स्थानिवत् भवति. पूर्ववधौ कर्तव्ये चेत् अल्लोपः स्थानिवत्त्वम् अकारे वा सम्पूर्णतया वा चेत् सम्पूर्णतया अत्र नास्ति इति अर्थं चिन्तयामि. पूर्ववधौ कर्तव्ये परनिमित्तक अजादेशः स्थानिवत् भवति यदा अजादेशः परनिमित्तकमपि ततः पूर्वम् अन्यत् कार्यं विधिः अपि अस्ति चेत् तत्र अस्मिन् पूर्व उदौ कार्यं करोति इति मात्र वदति अहं चिन्तयामि महोदय. यः शब्दस्य लोपः अजादेशः एव नास्ति. पूर्णतया यः शब्दलोपः भवति चेत् यः शब्दः अजादेश स्थानिवत्त्वं न भवति. अतः अजः परस्मिन् पूर्व उदौ अत्र पृथक्ति एव नास्ति इति धन्यवादः. अस्मिन् परिच्छेदे इति प्रश्नः अस्ति, समस्या अस्ति. यः शब्दस्य यदि यस्य हलनेन यः शब्दस्य लोपः अभवत् तदानीम् अजादेशः कथम् आगच्छति? य इति अजादेशः तु नास्ति, यकारयुक्त अकारः अस्ति. किन्तु यदि अच परस्मिन् पूर्व विधौ अनेन अजादेशः भवति, केवलम् अकारस्य एव स्थानिवद्भावः भवति, न तु यः शब्दः पूर्णस्य. कथम् इति तस्य प्रसक्तिः भवति? इदानीम् अधोभागे यत् समाधानम् अस्ति. भगिनी पठति वा? अहमपि एकं पङ्क्तिं पठामि वा? पठामि. समाधानत्वेन मातृभिः प्रतिपाद्यते यत् यस्य हलः इत्यनेन यशब्दस्य लोपो न भवति, यकारस्य एव लोपः. तदा अतौ लोपः इत्यनेन अकारस्य लोपः. अदन्तङ्गस्य ह्रस्व अकारलोपो भवति आर्धातके प्रत्यये परे. प्रथमं यस्य हलः तदा अतो लोपः यदि अतोलोपः यदि अतोलोपः इत्यस्य कार्यं प्रथमं क्रियते तर्हि यस्य हलः इत्यस्य प्रसक्तिरेव न भविष्यति यकारोत्तरवर्ति अकारस्य भावात् अभावात्. आमां तर्हि परसूत्रं षष्ठमध्यस्य चतुर्थपाद परसूत्रमस्ति खलु, यस्य हलः इति परसूत्रमस्ति इति कृत्वा परसूत्रमेव कार्यं भवति खलु. किन्तु कृताकृतप्रसङ्गः अपि अस्ति, तदा वयं पश्यामः चेत् तत्र अतोलोपः इत्यस्य कार्यमेव भवति खलु, किन्तु तथा नास्ति इति अपवाद. अत्र तु चिन्तनं भिन्नं स्यात् इति सामान्यनियमः अत्र न वर्तन्ते इति. अस्तु. अपि च अचः परस्मिन् पूर्वविधौ इत्यस्मिन् स्थानिवद्भावः निषेधार्थं न तु विधानार्थं भवति. अतः न तु विधानार्थं भवति. अतः अतो लोपः इत्यनेन अकारलोपविधानं साधयितुं न शक्यते अकारस्य स्थानिवद्भावेन. यस्य हलः इत्यनेन यकारस्य एव लोपः। इयम् आश्चर्यस्य वार्ता यतोहि यस्य हल इत्यस्य काशिकाव्याख्यायां लिखितम् अस्ति यत् हल उत्तर हलः उत्तरस्य यशब्दस्य आर्धातुके लोपो भवति। सिद्धान्तकौमुद्याञ्च हलः परस्य यशब्दस्य लोपः स्याद् आर्धातुके। तदुत्तरे माता वदति यद् द्वयोः ग्रन्थयोः यशब्दः इत्यस्य अर्थः एवम् अस्ति यत् यकारकारयोः लोपो भवति उभयो ग्रन्थे सङ्घातग्रहणम् इत्यस्य उक्तत्वात्। सङ्घातग्रहणम् इत्यस्य सम्पूर्णबोधनार्थं अग्रे पठितव्यम्। पुनः अत्र समाधानम् एतस्ति इत्युक्ते अत्र तु यस्य हलः इत्यनेन पूर्णतया यशब्दस्य लोपः कदापि न भवति, केवलं यकारस्य एव लोपः भवति। तर्हि यस्य हलः इति प्रथमं कार्यं कृत्वा तदनन्तरम् अतो लोपः इति अकारस्य लोपः जायते। यदा अकारस्य लोपः जायते तदा तु अचः परस्मिन् पूर्वविधौ इति इत्यनेन तत्र पूर्वविधिः निषिध्यते। किमर्थं वयं यशब्दस्य लोपं कृत्वापि वयम् अचः परस्मिन् पूर्वविधौ इति किमर्थं न कर्तुं शक्यते इत्युक्ते सामान्यतया अचः पूर्वस्मिन् पूर्वविधौ इति निषेधार्थकः अस्ति, न तु विधानार्थकः इति कृत्वा अग्रिमसूत्रस्य विधानार्थं न क्रियते, किन्तु अग्रिम यत् पूर्वकार्यम् अस्ति तस्य निषेधार्थं क्रियते इति कृत्वा तत्र अकारस्य यत्र यकारस्य यशब्दस्य लोपः जायते तत्र तु वयम् अकारस्य स्थानिवद्वम् आरोपयितुं न शक्नुमः, वत्वम् आरोपितुं न शक्नुमः। तर्हि यस्य हलः इत्यनेन केवलम् यकारस्य लोपः, तदनन्तरम् अतो लोपः इत्यनेन अधुना अदन्तम् अङ्गं प्राप्तम् इति कृत्वा अदन्तङ्गस्य आर्धातुके प्रत्यये परे ह्रस्वकारस्य ह्रस्वकारस्य लोपः भवति। अत्रापि पुनः उक्तम् आसीत् यत्र अतोलोपः इति यद्यपि अत्र किम् अस्ति अतोलोपः इति पूर्वसूत्रमस्ति, अत्र तु केवलं परसूत्रस्य कार्यं सम्भवति इति मन्ये। अत्र तु तर्हि अतोलोपः प्रथमं कार्यं करोति चेत् यस्य हलस्य इत्यस्य प्रसक्तिरेव न भवति, तदा तु असाधुरूपं प्राप्नुमः इति कृत्वा तथा न भवति। प्रथमं यस्य हलः तदनन्तरम् अतोलोपः इति कार्यम्। अत्र किम् अस्माभिः सामान्यतया कुत्र तत्र भ्रमः जायते इत्युक्ते काशिकायाम् अनन्तरं सिद्धान्तकौमुद्यां च लिखितमस्ति हल उत्तरस्य यशब्दस्य आर्धातुके लोपो भवति इति यशब्दस्य इति उभयत्रापि लिखितमस्ति, किन्तु तस्मिन्नेव तत्र व्याख्यायामेव पुनः अग्रे अपि लिखितमस्ति यशब्दस्य यत्र लोपः जायते तत्तु सङ्घातग्रहणम् इत्युक्तमस्ति। सङ्घातग्रहणम् इत्यनेन यत् ज्ञायते किं ज्ञायते इत्युक्ते यकार अकारयोः पृथक् लोपः जायते इति वयं ज्ञातुं शक्नुमः। तत्र केवलं शब्द तत्र यद्यपि अशब्दः इति उक्तमस्ति किन्तु सङ्घातग्रहणम् इति कृत्वा तत्र यकार अकारयोः अपि लोपः भवति इति जानीमः। तस्य पूर्णबोधनार्थम् अग्रे पठितव्यम् इति महोदयेन लिखितं। भगिनि यत् विधानार्थमिति स्पष्टतया कथञ्चित् वयम् आरोपयित्वा साधयितुं न शक्यते इति महोदयस्य वार्ता अत्र विधान कस्य भवेत् विधानार्थं नास्ति इति किन्तु तस्य अर्थं किं भवति तत् किम् इत्युक्ते तत्र सामान्यतया पूर्वविधिकार्यं निषेधयितुं यस्य तत्र अचः परस्मिन् पूर्वविधौ इत्येव कार्यं खलु न अत्र किम् अस्ति यदा अतोलोप प्रथमं कार्यं करोति तदनन्तरं यकारे एव अवशिष्यते, तु यदि अच परस्मिन् पूर्वविधौ इति आगत्य तत्र अजादेश कुर्मः तथापि अजादेश कृत्वा यस्य हल यस्य कार्यं कर्तुं शक्नुमः साधु इति विधानं भवति। यस्य हल इदानीं अच परस्मिन् पूर्वविधौ अजादेश आनीत्य तदनन्तरं यस्य हलस्य भगिनि मध्ये न श्रूयते भगिनि भगिनि न श्रुतं भगिनि तर्हि तत्र यत्र श्रूयते वा भगिनि? हा अहं शृणोमि, भवती न श्रोतुं शक्नोति मम न श्रोतुं शक्तं, तत्र मध्यभङ्गः जातः. तत्र कियत्पर्यन्तं श्रुतवन्तः इत्युक्ते, तत्र भवती यथा उक्त यत्र उक्तवती प्रथमं यदि अतो लोपः इत्यनेन अकारस्य स्थाने लोपः स्यात्, लोपादेशः स्यात्, तदा तु अचः परस्मिन् पूर्वविधौ इति स्वीकृत्य पुनः यस्य हलः इति कर्तुं शक्यते इति भवत्या उक्तं. तदनन्तरम् इति सम्भावना अस्ति साधु. अधुना अवगतम्. इति यदि सम्भावना अस्ति तत्र यस्य हल इत्यस्य कार्यं भवति यः शब्दस्य लोपः भवेत् इति विधानार्थं भवति यस्य हलस्य कार्यम्. अतः अच परस्मिन् पूर्वविधौ भवति इति तत्र न करणीयम्. अच परस्मिन् पूर्वविधौ केवलं निषेधार्थं भवति, न तु विधानार्थम्. अधुना यस्य यदि वयं प्रथमम् अचो लोप अतो लोपः इति कुर्मः चेत् यस्य हलः इति सूत्रस्य विधानार्थं कृतमस्ति इति भवति खलु? याजादेश यस्य हलस्य कार्यं विधानार्थं भवति. विधानं इत्यस्य कार्यं कर्तुं शक्नुमः इति निषेधः नास्ति अत्र. यथा पुगन्तलघुपदस्य निषेधः भवति साधु, अतो अतोपधायां तस्य निषेधः भवति साधु. इति अस्ति तस्य अर्थं विषये, न तु विधानार्थं. तु यस्य हलस्य विधानार्थं न करणीयम् इति. समीचीनम् इति मङ्गलवासरे तस्य अर्थं समीचीन अवगमनस्य अर्थ इति बहुकालं जातः. सर्वेषाम् अवगमनं न अभवत् समीचीनतया, अतः महोदय बहुकालं जातवान्. अस्तु, अग्रे स्पष्टमस्ति साधु मम? अधुना तु भवत्या यत् उक्तमस्ति स्पष्टमस्ति भगिनि. सत्यं, तर्हि कृताकृतप्रसङ्गः अपि न भवति. किमर्थम् इत्युक्ते इति कृत्वा परसूत्रमेव बलवत् इति एव तत्र जायते. भगिनि मम अवगतम् अस्ति, यस्य अलः इत्युक्ते भवत्याः ध्वनि भगिन्या श्रूयते किं? भगिन्याः ध्वनिः श्रूयते किं? सरला भगिनी न जाति तस्य मध्ये मध्ये भङ्गः जायते भगिनि भवत्याः ध्वनिः. श्रूयते वा भगिनि? अधुना श्रुतं, श्रूयते भगिनि. यस्य अल न भगिनि, पुनः भङ्गः जातः. पुनः महोदय, क्षम्यता महोदय, अत्र प्रश्नः अस्ति सूर्यकुमारी भगिनी, सरलभगिनी उक्तवती अकारलोपः भवति चेत् यकार यस्य हलः इत्यस्य विधानमेव भवति इति उक्तवती किल. अनन्तरं यस्य हलः इति कार्यं न करोति, अकार उत्तरवती अकार अस्ति चेत् एव यस्य हलः इति भवति किल. तदेव प्रश्नः. तत्र यद्यपि किन्तु सम्यक्तया न श्रोतुं शक्नोमि, तत्र यदि प्रतिपादनं कुर्मः तत्रापि तत्र सम्यक्तया वक्तुं शक्यते वा न जाने इति कृत्वा. भगिनी पुनः यशब्दस्य लोपः इत्यस्मिन्नपि उक्तवती इति मन्ये इति कृत्वा सम्यक् न जानामि महोदय, तस्याः प्रश्नः कः इति न अवगच्छामि. सुब्रह्मण्यम् इति साधु अस्ति, भवान् अवगतवान् साधु? आं भगिनि, अहम् अवगतम्. अस्तु, धन्यवादः. इतोपि एकनिमिषं प्रतीक्षामि. भगिनी तु न आगतवती, न जाने. भगिनी अग्रे गच्छामः वा? भगिनी लेलिख्यति वयम् अग्रे कुर्मः. अस्तु भगिनी, भगिनी भवत्याः क्रमः खलु भवती पठति. अस्तु, लेलिख्य योगयिष्यति. इदानीं श्रूयते? श्रूयते भगिनी. ओके, लेलिख्य योगयिष्यति यस्य हल इत्यनेन यकारलोपः लेलिख योग इष्यति. सूर्यकुमार. अस्तु, नमस्कारः भगिनि. नमस्कारः. पुनः सम्यक् न श्रूयते भगिनि. श्रूयते वा भगिनि? अधुना श्रूयते भगिनि. मम अवगतमस्ति यस्य अलः इत्यनेन अकारयुक्त यकारः यकारोक्तः अकार नास्ति चेत् यः अलः इति सम्यक् भवति. तत्कारणेन यस्य अलः इति उक्तम्. यकारलोपः अकारयुक्त एव यकारलोपः भवति, न अन्यद. तदनन्तरं यकारलोपः भवति पूर्वयकार अकारयुक्त यकारलोपः भवति चेत् अतो लोपः इति प्रसक्ति एव नास्ति. तत्कारणेन अच परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः अपि नास्ति इति मम अवगतम्. इति साधु अस्ति यथा भवती अवगतवती. यदि यकार प्रथमम् अतोलोपकार्यं करोति तु केवलं यकार अवशिष्यते. तु लकनी निज्या इति संयुक्त जकार यकार भवति. तदानीं यस्य हल इत्यस्य प्रसक्तिः न भवति कारण कि यकारयुक्त अकार नास्ति तत्र. तु इदानीं सम्भावना भवति अच परस्मिन् पूर्वविधौ इति सूत्रं तस्य कार्यं कुर्मः. अजादेश आनीत्य आनीय अजादेश आनीय तत्र यस्य हल इत्यस्य कार्यं कर्तुं शक्नुमः साधु. अच्छा परस्मिन् पूर्वविधो अनेन अजादेशः भवति, पूर्वनिमित्तकं भवति यत् आर्धधातुकप्रत्यय इष्यते. अस्य पूर्वविधौ कर्तव्ये भवति यस्य हल. तो यस्य हल इत्यस्य कार्यं कर्तुं शक्नुमः. तो इदानीम् इति सम्भावना यत् अस्ति इति विधानार्थं भवति, यस्य हलस्य कार्यं करणीयम् इति विधानं भवति, न तु निषिद्धम् अस्ति न करणीयम्। तो अच परस्मिन् पूर्वविधौ कर्तव्ये अनेन सूत्रेण इत्यस्य अर्थं निषेधार्थं भवति इति सूत्र, न तु विधानार्थम् इति बिन्दुः दत्तम् अस्ति अस्मिन् परिच्छेदे। भगिनि अवगत, इदानीं स्पष्टं साधु? आम्। अस्तु, तो अतः अतो लोप प्रथमं यदि कुर्मः तदनन्तरं यस्य हल न कर्तुं शक्नुमः, कारणं कि तस्य प्रसक्ति यस्य हलस्य प्रसक्तिः न भवति। यदि सम्भावना अच परस्मिन् पूर्वविधौ अजादेश आनीय कुर्मः तद् यस्य हल तस्य कार्यं कर्तुं शक्नुमः, किन्तु तद्भवति विधानार्थं, किन्तु अच परस्मिन् पूर्वविधौ इति सूत्रं विधानार्थं न करणीयं, केवलं निषेधार्थम् अस्ति तस्य सूत्र अच परस्मिन् पूर्वविधौ सूत्रम् इति। यथा अग्रे भवती पठति लेलिख्य इति उदाहरणं तत्र अवगमन भवेत् भवती पठतु। आमाम्, एकनिमिषम्। क्षम्यतां, मम करपत्रम् अपगच्छति whenever I log in. सो अहं इदानीं पठामि अस्ति। ले लिख्य योग इष्यति, यस्य हल इत्यनेन यकारलोप ले लिख योग इष्यति इति भवति। यकारस्य लोप भवति सो ले लिख योग अ अति ले लिख योग इष्यति। अतो लोप इत्यनेन अल् लोप ले लिख योग इष्यति। अच परस्मिन् पूर्वविधौ इत्यनेन अकारस्य स्थानीवत् वात् पुगन्तलघुपत्यस्य इत्यनेन गुणकार्यं न भवति, ले लिखिष्यति इति रूपं भवति। तु ले लिख्य इति यत् लिख् धातुतः यगन् यगन्त यति धातु भवति, ले लिख्य धृत्वं कृत्वा इष्यति इति लृट् लकारस्य सिद्धतिङ्गप्रत्यय। तु इदानीं ले लिख्य योग इष्यति, यस्य हल इत्यस्य अनेन आर्धधातुकप्रत्यये परे यकारलोप एव भवति। यदि सङ्घातग्रहणमस्ति यकार अकारयुक्त अस्ति इदानीं, तु यकारस्य लोप कृत्वा अवशिष्यति, तु ले लिख योगयिष्यति। इदानीम् अतो लोप इत्यस्य यदि वयं कार्यं कुर्मः तु अनेन ले लिख योग इष्यति इति भवति। तदनन्तरम् अच परस्मिन् पूर्वविधौ इति सूत्रं यदि अजादेश स्थानिवत् भवति, तत् अजादेश परनिमित्तिकम् अस्ति, अपि पूर्वविधौ कर्तव्ये इत्यस्य पुगन्तलघुपत्यस्य इत्यस्य कार्यं बाधितं भवति, अतः तु ले लिख् योग इष्यति ले लिखिष्यति। यदि अच परस्मिन् पूर्वविधौ इति सूत्रं कार्यं न करोति तत्र किं भवति, ले लेख् इष्यति ले लिखिष्यति इति भवेत्, किन्तु तत् इष्टापति इष्टं रूपं नास्ति, सो अनिष्टापति भवति। सो इष्टरूपं प्राप् यदि इष्टम् अस्ति तत्र अच परस्मिन् पूर्वविधौ इत्यस्य कार्यं भवति। अतो लोप यस्य हल तस्य अनन्तरं करणीयम्। अतो लोप यदि पूर्वं कुर्मः यथा पूर्वं परिच्छेदं वयं पठितवन्तः, यदि अतो लोप प्रथमं करणं तस्य अनन्तरं यस्य हलस्य प्रसक्तिः एव न भवति, किन्तु यद् अच परस्मिन् पूर्वविधौ अतो लोप अच परस्मिन् पूर्वविधौ अजादेश यदि कुर्मः तत् नियमस्य भङ्गः भवति इति, विधानार्थम् अच परस्मिन् पूर्वविधौ न भवति इति। यथोक्तं माता वदति यत् यस्य हल इत्यनेन य शब्दस्य यकार अकारयोः लोप यदि स्यात् तर्हि अच परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव न अभविष्यत्, यतोहि अच एव स्थानीवत्वं विधीयते, तत्र च कारस्थानी नास्ति, अपि तु य शब्द एव स्थानी तस्यां दशायां स्थानीवत्वं न भवति इति वयं पूर्वम् उक्तवन्तः। यदि यस्य हल य शब्द यकार अकारयो युक्त यद् अस्ति तत्र यदि लोपः भवति यद् अच परस्मिन् पूर्वविधौ तदनन्तरं यदि आगच्छति तत्र शब्दस्य लोपः अभवत् तच्च परस्मिन् पूर्वविधौ अच् यदि आदेश भवति अजादेश तत् य शब्दस्य न भवति अजादेश य शब्दस्य अस्ति वर्णनं द्वयं यकार अकार वर्णं द्वयम् अस्ति तत्र अजादेश केवलम् अवर्ण एव अजादेशः भवति तु तत्र प्रसक्तिः न भवति अच्च परस्मिन् पूर्वविधौ यस्य हलतस्य अनन्तरं तु इति स्थानिवत् न कर्तुं शक्नुमः इति अस्ति भगिनि. इदानीं पठ आप्नोत् भवती पठति. लेलिक्ययोगः इष्यति इति स्थले अतो लोप इत्यनेन एव अकारस्य लोपः भवति न तु यस्य अलः इत्यनेन. प्रमाणार्थं यस्य अलः इत्यस्य पदमञ्जरी व्याख्यायां माता प्रदर्शितवती यत् अवश्यम् अतो लोपः एव अत्र स्थव्यः. अन्यथा उदाहरणमस्ति पापचक इत्यादौ अत उपादायाः इति वृद्धि स्यात् स्थानिवद्भावात् न भवति. तस्मात् सङ्घातस्य ग्रहणम् अवयवः अस्तु लोप इति तदेव युक्तं. पच्योगः यङ् पच्योगः यङ् पापच्च रूपं भवति. पापच्ययोगः न्वल् प्रत्यय आयाति. यस्य अलः इत्यनेन पापच् योग यस्य अलः यत्र या शब्दलोपः भवति तत्र पापच् भवति. पापच् योगः नुल् अकारसहित यकारस्य लोपेन अचेव परस्मिन् पूर्वविध इत्यस्य अप्रसक्तिः. स्थानिवद्भावात् अत उपादाय इत्यनेन वृद्धिः पापाचक् इति अभावात् स्थानिवत् अभावात् अत उपादायाः इत्यनेन वृद्धिः पापाचक् इति अनिष्टरूपम्. यदि क्रमेण यस्य हलः इत्यनेन यकारस्य लोपः क्रियते अपि च अतो लोपः इत्यनेन अकारस्य लोपः तदा अच परस्मिन् पूर्वविधौ इत्यस्य स्थानिवत्वात् अतोपदायः इत्यनेन वृद्धित्वं नास्ति तस्मात् पापचक इति इष्टं रूपं ज्ञायते. सारांशेन यस्य अलः इत्यनेन यकार या शब्दस्य लोपः भवति चेत् भवति तदनन्तरं नुल् प्रत्यय आयाति अत उपादायाः इत्यनेन वृद्धि भवति चेत् इष्टं रूपं नास्ति. पापाचक् इति इष्टं रूपं नास्ति. यस्य अलः इत्यनेन अकारयुक्त यकार अस्ति यस्य हलः इत्यनेन हल उत्तरस्य यकार एव लोपः भवति न तु या शब्दस्य. तदन पापच रूपं भवति. अनन्तरमेव अकार अतो लोपः इत्यनेन अकारलोपः भवति. अच परस्मिन् पूर्व इत्यनेन पकार उत्तर अकार वृद्धि न भवति. तत्कारणेन इष्टं रूपमपि पा पापत् पापचकरिष्टं रूपं भवति, न तु पापाचक। तदेव भगिनि हा इति माता एक अन्य उदाहरणं प्रमाणत्वेन ददाति। पापदमञ्जर्यां पच् धातुतः, पच् धातुतः यङ्गन्त धातु अस्ति, पापच्च रुवल् प्रत्यय अस्ति, आर्धधातुकप्रत्यय अस्ति, नित्वा अत्र यदि य शब्दस्य प्रथमं यस्य हलनेन लोपः भवेत् तदानीं पापच् इति भवेत्। इदानीम् अत उपधाया तस्य प्रसक्ति भवति, उपधायां प प इति अकारः अस्ति, तत्र पापाच् इति भवेत्। यदि पापाच् इति भवति तर्हि पापाचक इति रूपं भवति, किन्तु तत् अनिष्टरूपम् अस्ति, तत् न करणीयं। किन्तु साधुरूपम् अस्ति, पापचक इति अस्ति। यदि पापचकरूपम् अस्ति तस्य कथम् इति रूपं निर्मीयते, तत् माता वदति इति केवलं यस्य हल अनेन प्रथमं यकार यकार युक्त अकार सङ्घातग्रहणम् अस्ति अत्र य शब्दस्य, तर्हि यकारस्य एव लोपः अभवत् य शब्दस्य। अति इदानीं यदि अत् अकार विपापच्च इति भवति तदानीं अतो लोपनेन अकारस्य लोपः कृत्वा अच परस्मिन् पूर्वदौ अजादेश आनीतव्यम्। अजादेश पू परनिमित्तकम् अस्ति, नोवल् प्रत्यय आर्धधातुक कर्तव्यपूर्वविधौ अस्ति अत उपधायां, तु पापचक इति इष्टरूपं भवति, या सिद्ध्यते इति। साधु भवती एव पठतु अग्रे। आम्, अधुना काशिकायां किं लिखितमिति पश्येम। हल उत्तरस्य याशब्दस्य अर्धधातुके लोपो भवति वेभिदितव्यं यस्येति सङ्घातग्रहणम् एतत्। तत्र अलोऽन्तस्य इत्यनेन न भवति, अतो लोप इत्यने नैव तस्य सिद्धत्वात्। हल इति वा पञ्चमी निर्देशः, तत्र आदेः परस्य इति यकारः अनेन लुप्यते। सङ्घातग्रहणं किम्? ईर्ष्यत मव्यत, हल इति किं? लोलूयत पोपूयत। काशिकालिक किं वदति इति, हल उत्तरस्य याशब्दस्य अर्धधातुके लोपो भवति याशब्दस्य अकारयुक्त यकार लोपो भवति तदनन्तरं रूपं बेबिद् योगः इत बेबिदित भवति। बेबिदितुं बेबिदितव्यं यस्य इति सङ्घातग्रहणम् एतत्। तत्र अहं न अवगतं भगिनि। या शब्दसार्वधातुके लोपो भवति बेबिदित बेबिद्य रूपं भगिनि। बेबिद्य इति यङन्तरूपम् अस्ति, बेबिद्यङ्गमस्ति, यङन्तमङ्गम्। इता इति भवति तृच् प्रत्ययनेन इति अस्ति, इता यथा लुट् लकारस्य इता अस्ति। इतुम् इति भवति तुमन् प्रत्यय, इतव्यम् इति भवति प्रत्यय अस्ति। तु बेबिद्य इति यदि अलोन्तस्य इति यदि सामान्यतया यदि अन्तिमवर्णगृहीतं भवति त्वलोन्त्यस्य परिभाषासूत्रेण अन्तिम वर्णस्य लोपः भवेत् साधु तु बेभिज्य यदि अस्ति तद् अकारस्य लोपः यदि कृत्वा बेभिज्य इति भवेत् किन्तु अलोन्त्यस्य इति सूत्रम् अत्र कार्यं न करोति अतो लोपः यदि अस्ति अतो लोप अनेन वयं वक्तुं शक्नुमः अलोन्त्यस्य अनेन अकारस्य लोपः भवेत् साधु यदि अतोलोप प्रथमं कुर्मः तत्र अलोन्त्यस्य इति परिभाषासूत्रम् आगत्य तत्र कर्तुं शक्नोति अकारस्य लोपः भवेत् साधु यथा वयम् उपरि दृष्टवन्तः इति अत्र अस्ति अलोन्त्यस्य इत्यस्य कार्यं न भवति अस्मिन् प्रसङ्गे कारणं कि यदि अलोन्त्यस्य कार्यं भवति तद् अकारस्य लोपः भवति यकार एव अवशिष्यते तदनन्तरं वयं कर्तुं शक्नुमः यस्य हलस्य इत्यस्य यकारस्य लोपः भवति इति अपि न भवति इति कारणं कि हल इति वा पञ्चमी निर्देश तत्र आदे परस्य इति यकार अनेन लुप्यते तदनन्तरं यदि अलोन्त्यस्य पूर्वं कुर्मः यदि यकार अस्ति तत् यदि अन्यसूत्रम् अस्ति आदे परस्य अनेन सूत्रं किं भवत् किं वदति हल उत्तरस्य यकारस्य लोप लोप आदे परस्य बेबिद् अस्ति बेबिद् दकार इति हल् अस्ति उत्तरं यकार भवति अतोलोपनेन अकार अलोन्त्यसेन अतोलोपनेन अकारस्य लोपः अभवत् तु आदे परस्य इति सूत्रम् आगत्य तत्र कार्यं करोति आदे परस्य मीन्स् परस्य उत्तरस्य यकारस्य अनेन लुप् भवति सङ्घातग्रहणम् इत्यस्य का आवश्यकता अस्ति इति अपि कर्तुं शक्नुमः साधु अन्यसम्भावना महोदय ददाति अत्र एका सम्भावना आसीत् यस्य हल सङ्घातग्रहणं प्रथमं यस्य हलस्य केवलं यकारस्य लोपः कृत्वा तदनन्तरम् अतो लोपः यदि यस्य हल इति अच परस्मिन् पूर्वविदो त्रीणि सूत्राणि आगत्य इष्टरूपम् आप्नुमः यदि यस्य हल एव अतोलोप प्रथमं कार्यं करोति तदनन्तरं ये यकार अस्ति सम्भावना वयम् उक्तवन्तः तत्र अच परस्मिन् पूर्वविदौ इति विधानार्थं न भवति इति द्वितीयसम्भावना अस्ति तृतीयसम्भावना किम् अस्ति अलोन्त्यस्य इति सूत्रम् आगत्य इति अतोलोपस्य कार्यं निर्दिशति कि अकारस्य लोपः करणीयं यकार इति अभवत् भेभिद्य इति भवेत् अपि यकारस्य लोपः इष्टमस्ति तु आदे परस्य इति सूत्रं कार्यं करणीयं यस्य हलस्य का आवश्यकता आदे परस्य अनेन सूत्रेण यकार लुप्यते हल उत्तरस्य यकार लुप्यते इति इति महोदयेन आदिपरस्य अधोभागे अस्ति सूत्रं पठितुं शक्नुमः आदिपरस्य पञ्चमी निर्दिष्टात् निमित्तात् विद्यमानशब्द उक्त आदेशः तस्य शब्दस्य प्रथमवर्णस्य एव स्थाने भवति परस्य यदि विहितं तत् तस्य आदे बोध्यम् इति सिद्धान्तकौमुदी परिभाषासूत्रम् एतत् इदं सूत्रं तस्मात् इत्यस्य उत्तरस्य इति नियमयति तस्मात् इति उत्तरस्य इत्यनेन यावत् अस्ति परं तत् सर्वम् इति सूचयति आदे परस्य इत्यनेन उच्यते यत् केवलं परभागस्य प्रथमवर्णस्य कार्यम् इति स्थाने अन्तर्तं इत्यनेन स्थाने इत्यस्य अनुवृत्ति अलोन्त्यस्य इत्यनेन अल इत्यस्य अनुवृत्ति अनुवृत्तिशतं परस्य आदे अल स्थाने इति अस्ति अनेन किम् आसीत् यदि पञ्चमी निर्दिष्टं हल् उत्तरस्य यदि सूत्र शब्दः अस्ति तस्य प्रथमवरस्य लोपः भवेत् यथा यः शब्दः अस्ति तत्र बेविद्य यति अस्ति सद्य तत्र प्रथमम् आदेपरस्य यदि कार्यं करोति आदेपरस्य अनेन दकार हल् अस्ति तस्य उत्तरं य शब्दस्य अस्ति किन्तु य शब्दस्य यत् आदौ वर्णः अस्ति तत् अस्ति य अस्ति यकार अस्ति तस्य लोप कृत्वा तदनन्तरम् अतो लोप अकारयत् अस्ति तस्य कृत्वा अच परस्मिन् पूर्वविदो इति इष्टरूपम् आप्नुमः इति वदति अस्ति तु आदेपरस्य परस्य आदे अल स्थाने भव्या भगिनी आदेपरस्य इति वयं न कृतवन्तः वर्गे आं भगिनि इति कृत्वा मम सम्यक् तत्र न अवगम मया न अवगम्यते भगिनि वयं न कृतवन्तः वर्गे तत्तु परिभाषासूत्रमस्ति खलु तर्हि यस्याः आदेः परस्य इत्यनेन कथं वक्तुं शक्यते इति परस्य आदेः इति परस्य आदे अस्ति तत् परसूत्र पर यदि वर्ण अस्ति अकार अस्ति तस्य आदौ अस्ति यकार परस्य आदे अल् स्थाने एकनिमिषं भगिनि अत्र यकारपरे किम् अस्ति य शब्द अस्ति तर्हि इत्युक्ते स्थानिना यत् उक्तमस्ति तस्य आदिमवर्णस्य एव भवति खलु इति कृत्वा यस्य हलः इति यस्य इति स्थानि इति स्वीकुर्मः चेत् यः शब्दः स्थानि इति तदा तु यस्य हलः इत्यनेन आदिम यकारस्य एव लोपः भवति इति खलु कार्यमेव न भवेत् साधु किं भगिनि यस्य हले इत्यस्य कार्यमेव न करणीयं तर्हि आदेः परस्य इति सूत्रं नास्ति अत्र परिभाषा अस्ति खलु तर्हि केन विधायकविधिसूत्रं केन विधिसूत्रेण एकारस्य लोपः भवति इत्युक्तमस्ति यस्य हल इत्यनेनैव खलु तदेव विधिसूत्रम् इति खलु भगिनि यस्य हल विधिसूत्रमस्ति हा तर्हि केन विधिसूत्रेण तर्हि एकारः लोपः जायते इत्युक्तमस्ति अत्र तु आदेः परस्य इति परिभाषा अस्ति भगिनि परिभाषासूत्रेण लोपः किमपि न जायते कार्यं किमपि न जायते जनरल् रूल् कदा आदेः परस्य केन सूत्रेण यकारस्य लोपः भवति इति पुनः वदति वा भगिनि इति परिच्छेदं महोदय न कृतवान् तस्य अनन्तरं यत् तत् पठितवन्तः अतिकाशिकायाम् इति वयं पठामः य हल इति कृत प्रश्नः उदेति तत् कृतवन्तः वयं पुनः भगिनि भगिनि यत् एतत् यत् अस्ति न लोलुयता पोपूयता इति दत् परिच्छेदं न पठितवन्तः अधुना महोदयेन योजितं किम् अहं न जानामि न इति आसीत् तर्हि अत्र काशिकायाम् इति अग्रिमपङ्क्तिं तत् पठितवन्तः तत् पठितवन्तः परिच्छेदद्वयं पठितवन्तः तर्हि कस्य क्रमः अस्ति मणिमहोदयस्य क्रमः अस्ति खलु आम् अत्र काशिकायां यशब्दस्य आददातुके लोपो भवति इति लिखितमस्ति किन्तु तदा लिखितमस्ति यस्य इति सङ्घातग्रहणम् एतत् सङ्घातग्रहणम् इत्युक्ते यत् यकारस्य लोपः एव भवति न तु अकारस्य किन्तु तदा यकारलोपः प्रसक्तः यदा च यकारः अकारः सहितः चिन्ता अकारः नास्ति चेत् यकारः न जायते यकारलोपः न जायते अतः विशेष उक्तं विशेषतः उक्तं यत् यस्य इति सङ्घातग्रहणम् एतत् नो चेत् यदि यशब्दस्य लोपो इत्यस्य सामान्यार्थः अभिविषयत् तर्हि यस्य इति सङ्घातग्रहणम् एतत् इति वदनस्य आवश्यकता न आसीत्। यः शब्दस्य लोपो इत्यस्य कथनेन वदनेन सर्वेषां बोधः तु भवति एव। यत् द्वयोः वर्णयोः लोपो जायमानः तदानीं अधिकं वक्तव्यमस्ति यदा सामान्य अर्थः नास्ति। काशिकायां दत्तं यः शब्दः लोपो इति अस्ति, परन्तु लिखितमस्ति सङ्घातकरणमपि ग्रहीतव्यम् अत्र इति। सङ्घातकरणम् इत्युक्ते यकारस्य एव लोपो भवति, यदा अकारयुक्तः यकारः एव भवति, न तु अकारस्य, किन्तु तदा यकारलोपः प्रसक्तः तदा अकारः अस्ति चेत् एव, अनन्तरम् अकारः नास्ति चेत् यकारः लोपः न सिद्ध्यते। विशेषतः उक्तं यस्य तदेव सङ्घातग्रहणम् इति यस्य अर्थः, यदा यकारः उक्त अकारः अस्ति चेत् तत्र तस्य सङ्घातग्रहणम् इति वर्णनं योजनमस्ति इति अहं चिन्तयामि। नो चेत् यदि यः शब्दस्य लोपः सामान्यतः भवति चेत् महोदय तस्य परं अत्र मैव मन्ये महोदय। तर्हि किमर्थं सङ्घातग्रहणम् इति उक्तवान् इति, केवलं यः शब्दस्य लोपः इति लौकिक यत् अस्माभिः यः शब्दः इत्युक्ते अकारयुक्ते अकारः इति अस्माभिः अवगम्यते चेत् सङ्घातग्रहणम् इत्यस्य वदनस्य आवश्यकता एव नास्ति। किमर्थम् इत्युक्ते यः शब्दः इत्यनेन पूर्णतया एकारः अपि गृह्यते अकारः अपि गृह्यते। तर्हि किमर्थं सङ्घातग्रहणम् इति लिखितमस्ति इत्यस्य आशयः अस्ति। किमर्थम् इत्युक्ते यत्र सूत्रेण केवलं यकारस्य एव लोपः जायते, किन्तु सङ्घातग्रहणेन अकारस्यपि लोपः जायते केन सूत्रेण इति तु अतो लोपः इति सूत्रेण इति अवगच्छामः इति लिखितम् इति मन्ये। अवगतं वा महोदय? सङ्घातग्रहणमिति लेखनस्य आवश्यकता नास्ति खलु, यशब्देन एव तत्र उभयोः ग्रहणं भवति खलु। तद् इस् वेरि सिम्पल् टु जस्ट् लीव् इट् एट् द फस्ट् लैन् ऐ बिकास् पाणिनीय तत्र व्याकरणज्ञाः कदाचिदपि दि डोण्ट् रैट् एनिथिङ्ग् एक्स्ट्रा रैट् इन् दर् व्याख्यास्, सो इफ् दे रैट् समथिङ्ग् इट् हेस् टु हव् अ स्पेशल् मीनिङ्ग्, सो देर् इस् अ स्पेशल् मीनिङ्ग्। दे कुड् हव् जस्ट् लेफ्ट् इट् एस् य शब्द विच् वुड् हव् आलरेडि इम्प्लैड् बोत् य अण्ड् आ। तर्हि किमर्थं सङ्घातग्रहम् इत्युक्तं चेत् साक्षात् तु यः शब्दस्य लोपः कदापि न जायते, केवलम् एकारस्य एव लोपः भवति। तर्हि यकारस्य लोपेन सह अकारस्यापि लोपः भवति, यदा एकारस्य लोपः भवति अनन्तरम् अग्रे अग्रिमसूत्रेण तत्र अकारस्य अपि लोपः भवति इति बोधयितुं सङ्घातग्रहणम् इति तर्हि किं किमस्ति गुरुभ्यां लिखितम् इति। भगिनि इदानीम् अवगच्छामि आदे परस्य अलोन्त्यस्य इत्यस्य परिभाषासूचस्य प्रसक्तिः न भवति एतस्मिन् प्रसङ्गे, केवलम् आदे परस्य इति यत् परिभाषासूत्रं स्वीकुर्मः तदानीं यस्य हल यत् कार्यं करोति तत्र परपदस्य आदौ यत् अस्ति तस्य यकार अनेन लुप्यते, कथम् इति मन्तव्यं यकारलोपकरणीयं यस्य हलनेन तु आदे परस्य इति सूत्रस्य सहायं इति अर्थम् अस्ति। आदेशपरस्य सेम् कार्यमपि यस्य हल इति इत्युक्ते महोदय अत्र विवरणं किम् अस्ति इत्युक्ते यस्य हलः यः हलः इति लिखति चेत् सम्यक् भवति खलु, तदा तु यकारस्य हल तत्र लोपः इति ज्ञायते। यस्य इत्यनेन यकार अकार राम रामस्य अकारयुक्तशब्दः अस्ति खलु, अकारान्तशब्दः अस्ति खलु, राम इति अकारान्तशब्दः तस्य षष्टिविभक्तिः यस्य इति रामस्य इति भवति रामस्य, तथा एव य इति शब्दः यदा अस्ति अकार उत्तरवर्ती अकार यकारः अस्ति य इति शब्दः तदा एव यस्य इति भवति खलु स्थाने, तदा चेत् भ्रमः जायते, तर्हि पूर्ण एकारस्य लोपः इति भवति, ये शब्दस्य इति भवति खलु, यशब्दस्य स्थाने लोपः इति जायते, किन्तु तद् न इष्यते, केवलं यकारः एव इष्यते. तदा वदति किमर्थं यस्य इति उक्तमस्ति चेत् यद्यपि यस्य इति उक्तं तथापि आदेः परस्य इति परिभाषासूत्रेण केवलम् एकारस्य एव लोपः भवति इति. यद्यपि यशब्दः उक्तः, उदाहरणार्थं तत्रि तत्रि तत्र तु उदस्तासम्भोः इति किमपि सूत्रमस्ति खलु, तत्र आदेः परस्य इति एकवारं पश्यतु महोदय अष्टाध्याय.com मध्ये, तत्र सूत्रम् उदाहरणार्थं सूत्रं लिखितमस्ति, उदहस्तासम्भोः पूर्वस्य इति लिखितमस्ति. तत्र सूत्रं किं वदति, उत् उपसर्गपूर्वक उत् इति उपसर्गस्य अनन्तरं यदा स्थासं धातु धातोः तत्र तु किं भवति, पूर्वसवर्णः भवति इति. तर्हि प्रश्नः उदेति स्थासम्भोः इति स्थाने अस्ति, पूर्णतया स्थासम्भोः स्थाने भवति वा इति प्रश्नः उदेति खलु, तथा नास्ति. यत्र परस्य इति षष्ठी निर्देशः यत्र क्रियते तत्र तु आदिमवर्णस्य स्थाने भवति, न तु पूर्णतया. तथा एव यस्य इति षष्ठीविभक्त्या निर्दिष्टमस्ति इति कृत्वा केवलम् आदिमवर्णस्य एकारस्य एव स्थाने लोपादेशः भवति, न तु पूर्णयशब्दस्य. अवगतं वा? आं भगिनि. आदेः परस्य इति सूत्रम् अवगच्छ परिभाषासूत्रम् अवगच्छति चेत् सर्वं सम्यक् भवति. परस्य इति षष्टिविभक्त्या निर्दिष्टं, तर्हि यत्र षष्टिविभक्त्या निर्दिष्टं तदा तु आदिमवर्णस्य विषये यदा षष्टि तत्र तु केवलम् आदिमवर्णस्य एव लोपः जायते इति आदेः परस्य इति वदति. परिभाषासूत्रं महोदय, परिभाषासूत्रस्य बलाबलप्रसक्तिः किमपि नास्ति, इट् केन् अप्लै एनिवेर् परिभाषासूत्राणि. न अस्तु महोदय, अहं वदामि अत्र सूत्रस्य सङ्ख्या समानं चेत् लिखितमस्ति परिभाषासूत्रमस्ति, इट् इस् अप्लिकबल् टु आ पाणिनीयसूत्रं लिख एण्टेर् अष्टाध्यायी, अष्टाध्यायी तस्य प्रसक्तिः अस्ति. इट् केन् हेपन् एनिवेर् अट् एनी टैम् बेस्ड् आन् दि सर्कम्स्टेन्सस्. परिभाषासूत्रमस्ति. किन्तु तस्य सङ्ख्या किम् अस्ति आदिपरस्य? 1154 भगिनि. 1154 एकवारं पश्यति चेत् तत्र स्था उदस्तासम्भो पूर्वस्य इति सूत्रं चिन्तयित्वा पश्यामः चेत् विल् अण्डर्स्टाण्ड्. यत्र उत् उत्सर्गपूर्वक स्थास्तम्भधातोः पूर्वस्य सवर्णः आदेशः भवति, तदा तु स्थास्तम्भ इति पूर्णतया स्थाने तु न भवति, केवलम् आदिमवर्णस्य एव भवति. तथा एव अत्रापि यस्य हलः इत्यनेन यशब्दस्य आदिमवर्णस्य लोपः जायते आदेः परस्य इत्यनेन. अत्रापि यस्य इति षष्ठीनिर्देशः अस्ति खलु. भगिनि पुनः वदतु आद्यपदस्य सङ्ख्या. 1154 भगिनि. तत् यज्ञस्य कर्मणकरणत्वेति आगच्छति. न न 1154 भगिनि, चट् मध्ये स्थापयामि. मम अष्टाध्यायी लुप्ता अस्ति. अग्रे पठामः. यत् इदानीं भवती उक्तवती रामस्य राम इति अग्रे परिच्छेदम् अस्ति, यः अल भवती एव पठतु. अस्तु भगिनि, अधुना पठामि. तर्हि प्रश्नः उदेति यत् काशिकाकारस्य चापरेषां व्याख्याकाराणां च मनसि कुतः विचारः आगतः यस्य इति सङ्घातग्रहणम्. एतत् यस्य हलः इति सूत्रे तदर्थमेव यस्य इत्युक्तं, न तु यः, नो चेत् यः हलः इति सूत्ररूपं स्यात् तेन यकारस्यैव लोपः भवति स्पष्टतया सूचितः अभविष्यत्, किन्तु तदा अकारसहितयकारः भवेत् इति तादृशी सूचना न प्राप्येत। यस्य इत्यस्य कथनेन प्रथमाविभक्तौ यः षष्टिविभक्तौ यः इत्यस्य प्रथमाविभक्तौ इ इत्येव नाम यकारः एव। यस्य इत्यनेन प्रथमाविभक्तौ यः षष्टिविभक्तौ यः इति अस्ति चेत् प्रथमाविभक्तौ हलन्त य शब्दः य इति वर्णः भवति नाम यकारः एव। किन्तु अनेन इष्टकार्यं सर्वत्र न सिद्ध्यति, अधोभागे प्रदर्श्यते। अपि च यथोक्तम् उपरि यस्य इत्यस्य कथनेन य शब्दः इति अर्थः न भवितुम् अर्हति, यतोहि तथा अस्ति चेत् पचा परस्मिन् पूर्वविधौ इत्यनेन अजादेशस्य अभावात् स्थानिवद्भावः न भवति, यस्मात् गुणकार्यं कार्यस्य सिद्धत्वात् अनिष्टं रूपम् आयास्यति। अतः यः नोक्तम् इति कृत्वा केवलं सामान्ययकारलोपः अपि नास्ति, यस्य इति उक्तं चेदपि यशब्दस्य लोपः असम्भवः। अनेन पर्यवसितं यत् यस्य इत्यस्य कथनेन सा तादृशस्य यकारस्य लोपः यः यकारः अकारयुक्तः इति इष्टः अर्थः इति कृत्वा वाक्यकारैः यस्य इति सङ्गातग्रहणमेतत् इति उक्तम्। तदेव अस्ति, पुनः किमर्थं तत्र रामः इत्यस्य रामस्य इति भवति, तर्हि अत्र तु यः इति अकारयुक्त रामशब्दः इति यथा अकारान्तपदमस्ति, अत्रापि अकारान्त य शब्दः इत्युक्ते यकारः अनन्तरम् अकारः अपि भवेत् खलु इति सूत्रे सूचितम्। यदि केवलं यकारः इष्यते तर्हि पाणिनिना यः हलः इति सूत्रितं स्यात्, किन्तु तद् न कृतम् इति कृत्वा किम् अवगम्यते? केवलयकारस्य अत्र लोपः इति न इष्यते पाणिनिना इति कृत्वा एव सः तत्र तु स्पष्टतया यस्य हलः इत्यपि उक्तवान् पाणिनिः। किन्तु पूर्णस्य य शब्दस्य लोपः अपि न स्यात्। किमर्थमित्युक्ते यदा पूर्णतया शब्दस्य लोपः अनेनैव सूत्रेण साध्यते तदा तु अचा परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति, तदा तु गुणकार्यमपि भवति, अनिष्टं रूपमपि प्राप्नुमः इति कृत्वा एव यद्यपि यस्य हलः इति उक्तम् अनेन यः हलः इति न सूत्रितं, यस्य हलः इति सूत्रितं यकार तत्र यकारसहित तत्र अकारसहितयकारम् अत्र सूचितं, तदनन्तरं सङ्घातग्रहणम् इति अपि तत्र सूत्रेषु तत्र व्याख्यानेषु दृश्यते। अनेन किं ज्ञायते? अकारयुक्तयकारः इति वयम् अवगच्छामः। केवलं यकारस्य लोपः अनेन सूत्रेण इष्यते, किन्तु कीदृश यकारः इत्युक्ते अकारसहितयकारः यः अस्ति तस्य यकारस्य लोपः आदिमवर्णस्य तत्र लोपः भवति इति अवगन्तुं शक्यते इति। प्रश्नः अस्ति वा अस्मिन्? तत्र आदेः परस्य इति सूत्रस्य विषयः नास्ति खलु भगिनि? अत्र पुनः तदेव अस्ति भगिनि, यस्य हलः इति सूत्रितं खलु, अनेन तत्र यस्य इत्यनेन केवलं यकारस्य लोपः कथं साधयामः? पाणिनिना उक्तमस्ति सङ्गातग्रहणम् इति, तर्हि किन्तु कथं जानीमः, कथं केन कथं वयं समर्थयामः तद् वाक्यं सङ्गातग्रहणम् इति? केवलं यकारस्य लोपः भवति इति कथं समर्थयामः इत्युक्ते आदेः परस्य इति परिभाषासूत्रेण समर्थयामः, किन्तु सङ्गातग्रहणम् इत्यनेन किम् उच्यते इत्युक्ते अकारसहितयकारः भवेत् तदा तु यकारस्य लोपः हलः इत्यनेन भवति, केवलं यकारस्य एव लोपः भवति आदेः परस्य इति परिभाषासूत्रे, किन्तु कीदृश यकारः इत्युक्ते अकारसहितयकारः भवेत् इति अवबोद्धुं तत्र यस्य इति सूत्रितमस्ति न तु यः इति। समीचीनं भगिनि, धन्यवादः। एक अग्रे परिच्छेदमपि कृतवन्तः, अग्रे तत्र अलोञ्चस्य इति एतत् न भवति अतो लोप इति एन एव तस्य सिद्धत्वात् यस्य हल इति सूत्रे यस्य इति षष्ठ्यन्तं पदं तदर्थं सूत्रे यस्य लोपः इत्यस्य कथनेन अलोन्त्यस्य इत्यनेन यकार उत्तरवर्तिनः अकारस्य एव लोपः भवति स्म, किन्तु अस्य आवश्यकता नास्ति यतो हि अतो लोप इत्यनेन अकारलोपः तेच्छति। अतः उक्तं यत् अतो लोपः इत्यनेन एव तस्य अकारलोपस्य सिद्धत्वात् अलोन्त्यस्य एतत् इति एतत् न भवति। तो इति यदि अलोन्त्यस्य अनेन यदि परिभाषासूत्रं वयं स्वीकुर्मः तत्र अन्त्यवर्णस्य इति वर्ण इति स्वीकुर्मः यदि अतोलोप इति पूर्वसूत्रमस्ति 6448 यस्य हलति परसूत्रमस्ति 6449 यदि अतोलोप इत्यस्य कारणं भवति केवलम् अकारस्य एव लोपः भवेत् यस्य हल अनेन यदि केवलं यकारस्य यत् यस्य इति लोपः भवति तदनं अलोन्त्यस्य इति यकार उत्तरवती यकार एव लोपः भवेत् तदनन्तरं तो इति यस्य हलस्य इति कार्यं यदि भवति तस्य यस्य इति षष्ठ्यं यदि अलोन्त्यस्य यस्य हल अनेन यदि अलोन्त्यस्य इति वयं परिभाषासूत्रं स्वीकुर्मः तत्र केवलम् अकारस्य एव लोपः भवति तो यस्य हल इत्यस्य कार्यं किं भवति इति तु न आगच्छति। तो इति अतो लोपस्य अनेन एव अकारलोपः अभवत् पुनः यस्य लोपः तत्र अलोन्त्यस्य स्वीकृत्य पुनः अकारस्य एव लोपः कुर्मः तस्य कोऽपि लाभः न भवति तस्य आवश्यकता न आगच्छति। तो अतः यस्य हल तस्य यत् सूत्रितम् अस्ति तस्य पाणिनेः मतं भिन्नम् अस्ति यकारस्य एव लोपः यदि यकारयुक्त अकार अस्ति इति मुख्यांशः अस्ति वक्तुं विस्मृतवती आदेः परस्य इत्यस्य प्रवर्तनार्थं निमित्तं तु पूर्वं भवेत् स्थानि परं निमित्तं पूर्वम् इति अस्ति चेदेव यस्य हलः इति भवति किन्तु निमित्तं परम् इति अस्ति चेत् सप्तमी विभक्त्या निर्दिश्यते तदा तु अलोन्तस्य इत्यस्य कार्यं भवति तत्रापि स्थाने एव अस्ति तत्र तु अलोन्तस्य इत्यस्य कार्यं यत्र निमित्तं पूर्वम् अस्ति तत्र तु किम् अस्ति आदेः परस्य तावत्पर्यन्तं कृतवन्तः भगिनि अस्तु भगिनि गतसप्ताहे वयं किमपि पठनीयम् अस्माभिः निजन्तदातूनां लुट्लकाररूपसिद्धिः इति पठनीयम् इति चिन्तितम् आसीत् इति कृतवन्तः गतसप्ताहे वयं कृतवन्तः तदनन्तरं तृतीयबिन्दु वयं तदन्न कृतवन्तः तदन्न किन्तु अधिकाः भागाः तत्र वर्तन्ते बृहान् विषयः अस्ति बहु बृहान् अस्ति तर्हि अद्य समयः नास्ति अनन्त अग्रिमे सप्ताहे कुर्मः अद्य किमपि नूतनं पठितुम् अस्माभिः नूतनचिन्तनं जातम् अद्य नूतनचिन्तनं यस्य हल यकार्य हल न भवति अपि विधानार्थं किम् अस्ति तद् विरमामः अस्तु धन्यवादः भगिनि धन्यवादः।